गतवर्गे अस्माकम् अधुना अष्टाध्याय्यां सूत्राणां बलाबलम् इति विषये अन्तरङ्गविषये अस्माकं चर्चा अस्ति. तत्र अस्माभिः एतावत्पर्यन्तं किं पठितम् अन्तरङ्गविषये? वयं जानीमः सर्वे इदानीं यत् अन्तरङ्गः इत्युक्ते यस्य सूत्रस्य निमित्तानि अन्यसूत्रस्य निमित्तसमुदाये मध्ये अन्तर्भूतानि सन्ति तादृशसूत्रम् अन्तरङ्गं सूत्रम् अस्ति. अन्यसूत्रं बहिरङ्गमस्ति. तर्हि अन्तरङ्गसूत्रस्य कार्यं भवति बहिरङ्गसूत्रस्य अपेक्षया इति अस्माभिः दृष्टम्. तदनन्तरम् अस्माकं मुख्यविषयः आसीत् यत् निमित्तम् इत्युक्ते किम्. अन्तरङ्गम् इति शब्दे अङ्गं यत् अस्ति तस्य अर्थमस्ति निमित्तम्. तर्हि निमित्तम् इत्युक्ते किं, कथं जानीमः कस्यापि सूत्रस्य निमित्तानि कानि कानि? तर्हि अस्माभिः दृष्टं यत् मतद्वयमस्ति. प्राचीनवैयाकराणां मतमस्ति यत् प्रत्येकसूत्रस्य केवलं शब्दरूपी निमित्तं न अपि तु अर्थनिमित्तं, संज्ञानिमित्तं, लिङ्गनिमित्तम् इति सर्वाणि अपि निमित्तानि एव सन्ति इति अस्माकम् इति एकं मतं. परन्तु नूतनवैयाकरणाः ये सन्ति अपि च ये भाष्यकाराः सन्ति ते वदन्ति न, संस्कृतभाषायां संस्कृतव्याकरणे प्रथममहत्त्वमस्ति शब्दस्य, केवलं शब्दस्य. शब्दः इत्युक्ते वर्णानां समूहः अपि च तेषां ध्वनिः. तर्हि केवलं शब्दरूपी निमित्तम् एव ग्रहणीयं. तत्र शब्दे यत् लिङ्गत्वम्, अर्थं, संज्ञा इति एवं सर्वं यत् अस्ति तत् शब्दस्य तु ते वदन्ति शब्दस्य ते विशेषणानि सन्ति, परन्तु ते भिन्नरूपेण निमित्तरूपेण न स्वीकरणीयानि. तर्हि यत् शब्दः एव अस्ति, यत् वर्णाः एव सन्ति, यत् ध्वनिः एव अस्ति, तदेव निमित्तमिति स्वीकरणीयम्. तर्हि अधुना मतद्वयम् अस्ति. तर्हि अधुना अस्माकं यत् चर्चा अस्ति तदस्ति यत् कथं जानीमः कस्य मतं बलवत्तरं, किं मतं स्वीकरणीयम् इति अस्माकम् अधुना चिन्तनमस्ति. तर्हि तावद्विषये अस्माभिः कानिचन उदाहरणानि अस्माभिः दृष्टानि. तर्हि किमस्ति अत्र एकनिमेषः. हा, तर्हि अस्माकं मुख्य उदाहरणं यदस्ति तदस्ति शिवयोगः न इति स्थितिः अस्ति. तर्हि शिवयोगः न इति स्थित्यां किं करणीयं, सूत्राणि केषां सूत्राणां प्रसक्तिः अस्ति इति अस्माकं चिन्तनम्. तर्हि कोऽपि वक्तुं शक्नोति वा शिवयोगः न इति स्थित्यां कानि सूत्राणि आगच्छन्ति प्रथमतया? शिवयोगः न इति स्थित्यां केषां सूत्राणां प्रसक्तिः भवति? सुमन् महोदय, अन्म्यूट् कृत्वा आगच्छन्तु. अन्म्यूट् कृतवती किन्तु इदानीं शिवयोगः न विस्मृतवती. अनुनासिके च पुगन्तलघुपदस्य च इति त्रयाणां सूत्राणां प्रसक्तिः अस्ति. तर्हि यथा महोदया उक्तं लोपो व्योर्वलि छोः षुडानासिके पुगन्तलघुपदस्य च इति सूत्राणां प्रसक्तिः भवति. तर्हि तत्र अस्माभिः दृष्टं यत् लोपो व्योरवली छोः षुडासिके च इति सूत्रयोः छोः षुडासिके च लोपो व्योरवली इति सूत्रस्य कृते एकरीत्या अपवादसूत्रम् अस्ति, यतोहि छोः षुडासिके च इति सूत्रं त्यक्त्वा यदि लोपो व्योरवली कार्यं करोति तर्हि छोः षुडासिके च इति सूत्रे यत् वकारस्य स्थाने ऊठ आदेशः इति तस्य अवयवः अस्ति तत् सर्वदा निरावकाशः भवति, अतः छोषुणालिकिस च अपवादत्वेन तस्य कार्यं भवति। तदनन्तरं छोषुणासिके च पुगन्तलघुपदस्य च इति सूत्रयोः कस्य कार्यं भवति इति चर्चा अस्ति। तर्हि तदा प्रथमं तु अस्माकं द्रष्टव्यं यत् अत्र कुत्रापि अन्तरङ्गं कार्यम् अस्ति वा छोषुणासिके च पुगन्तलघुपदस्य च इति सूत्रयोः। यदि प्राचीनवैयाकरणानां मतं यदि स्वीकुर्मः, ते ये वदन्ति यत् निमित्तानि इत्युक्ते अर्थनिमित्तानि, संज्ञानिमित्तानि, वर्ण लिङ्गनिमित्तानि इति अपि, तर्हि तेषां मतानुसारं छोः षुडानासिके च इति सूत्रम् अन्तरङ्गं कार्यं भवति, अतः तस्य अन्तरङ्गं भवति अतः तस्य कार्यं भवति। परन्तु ये नूतना सन्ति वैयाकरणाः तेषां मतेन तु छोः षुडानासिके च पुगन्तलघुपदस्य च सूत्रयोः निमित्तानि समानानि एव, तर्हि तावदस्ति चेत् अन्तरङ्गं कार्यं तु नास्ति। तर्हि सर्वप्रथमं तु अस्माभिः द्रष्टव्यं यत् कस्य मतं स्वीकरणीयं। तर्हि तर्हि तद्विषये अधुना अस्माकं चर्चा अस्ति। अधुना तावत् तस्मिन् विषये अस्माकं यत् सूत्रं यत् यस्य चर्चा अधुना भवति तदस्ति त्रिचतुरोस्त्रियां क्षम्यतां महोदय, पुगन्तलघुपदस्य सूत्रेण तु सेव् भवति खलु, सेव् टु सेव् छोः छोः षुडानासिके च सूत्रेण किं भवति? तर्हि छोषुणासिके च इति सूत्रेण वकारस्य स्थाने दीर्घ उकारः आगच्छति, अस्तु। तर्हि तद् आगच्छति चेत् सन्धि सन्धेः अनन्तरं स्यो न भवति किम्? तदस्ति चेत् अधुना प्रश्नः अस्ति यत् सियु योगः न अस्ति अथवा सेव् योगः न अस्ति। अस्तु, क्षम्यतां विस्मृतवती, चिन्ता नास्ति। अस्तु, तर्हि अधुना त्रिचतुरोस्त्रियां तिसृचतुस्रः इति सूत्रस्य विषये अस्माकं चर्चा भवति अस्ति। तर्हि वयं जानीमः यत् त्रिचतुरोस्त्रियां तिसृचतुस्र इति सूत्रं किं वदति? सूत्रं वदति यत् यदि त्रि इति प्रातिपदिकम् अस्ति अथवा चतुर् इति प्रातिपदिकम् अस्ति, तदनन्तरं यदि स्त्रियां विभक्तिसंज्ञकप्रत्यये परे अस्ति चेत् त्रिस्थाने तिस्र, चतुर्स्थाने चतुस्र इति भवति इति अस्ति। तदनन्तरम् अन्यसूत्रमस्ति यत् ह्रस्वनद्यापो नुट् इति सूत्रेण यदि ह्रस्व अङ्गम् अस्ति तदनन्तरम् आम् प्रत्ययः अस्ति, आम् प्रत्ययः इत्युक्ते षष्टिविभक्ति बहुवचनप्रत्ययः अस्ति चेत् ह्रस्व अङ्गस्य नुट् आगमः तत्र आम् प्रत्ययस्य नुट् आगमः भवति, आम् भवति नाम। तदनन्तरं नामी इति सूत्रेण अजन्त अङ्गम् अस्ति चेत् नाम स्वरं स्वरान्तम् अङ्गम् अस्ति चेत् तस्य नाम परे दीर्घं भवति। परन्तु न तिसृचतुस्रः इति सूत्रेण यदि तिसृशब्दः अस्ति अथवा चतुस्रशब्दः अस्ति तर्हि नाम परे तत् दीर्घत्वं न भवति इति बाधकसूत्रमस्ति। अस्तु, अधुना यदि एतत् अधुना एतत् सर्वम् अस्ति, तदनन्तरम् एकं सूत्रमस्ति त्रेस्त्रयः त्रेस्त्रयः इति सूत्रं किं वदति? त्रेस्त्रयः इति सूत्रं वदति यत् यदि त्रेत्रयः इति सूत्रं वदति यत् यदि त्रि अनन्तरम् आं प्रत्ययः आगच्छति तर्हि त्रिस्थाने त्रय इति भवति इति सूत्रं वदति. तर्हि इदानीम् अधुना एतानि सर्वाणि सूत्राणि सन्ति, तेषां कार्यं कथं भवति इति अस्माकं प्रश्नः. तर्हि अस्माकम् अधुना चिन्तनमस्ति त्रियोगः आम् इति स्थाने त्रिलिङ्गे कार्यं कथं भवति. अस्तु, रूपं कथं भवति? तर्हि इदानीम् अस्माकं चिन्तनमस्ति यत् त्रियोगः आम्, त्रियोगः आम् इदानीम् अस्मिन् स्थले कस्य सूत्रस्य कार्यं प्रथमं भवति इति प्रश्नः अस्ति. अस्तु, तर्हि भानुमहोदय अस्ति खलु? आं महोदय. तर्हि अधुना अत्र करपत्रे अस्यां प्रक्रियायां त्रिचतुस्रो स्त्रियां त्रिचतुस्र इति सूत्रं इति पाराग्राफ् पश्यति वा? परिच्छेदं किं महोदय, पुनरेकवारं महोदय? अस्यां प्रक्रियायां त्रिचतुरो स्त्रियां त्रिचतुस्रः इत्यस्मिन् स्त्रियाम् इत्यस्य तथा पठतु अग्रे. आं महोदय, अस्यां प्रक्रियायां त्रिचतुरोस्त्रियां तिसृचतुर्षु इत्यस्मिन् स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् तिसृ आदेशविधायकशास्त्रं बहिरङ्गं भवति. त्रेस्त्रयः इति त्रयादेशविधायकशास्त्रं प्रति, त्रिचतुरोस्त्रियां तिसृचतुर्षु ततस्रु तिसृचतस्रु. सम्यक् महोदय? तिसृचतस्रु इत्यनेन स्त्रियां त्रिस्थाने तिसृ, चतुर्स्थाने ततस्र, विभक्तिसंज्ञकप्रत्यये परे त्रेस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशो भवति आम् प्रत्यये परे. उभयत्र परनिमित्तिकत्वम् अस्ति, अतः त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् त्रिचतुरोस्त्रियां त्रिचतुर्षु चतुस्ततस्रु इति बहिरङ्गं भवति. त्रेस्त्रयः इति सूत्रं प्रति, यतोहि त्रेस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति. अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः, अस्यां दशायां तिसृ आदेशस्य अभावात् तिसृ आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति. तस्मात् च दीर्घत्वस्य निषेधकसूत्रं न तिसृ ततसृत्यर्थं तन्न भवेत्. किं लिखितम्? अस्यां प्रक्रियायां बहिरङ्ग अन्तरङ्गप्रक्रियायां त्रिचतुरोस्त्रियां तिसृचतुर्षु एकं सूत्रमस्ति, तत् सप्ताध्यायस्य द्वितीयपादस्य एकोनशतसूत्रमस्ति महोदय. इत्यस्मिन् स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत्, अर्थनिमित्तिकत्वम् इत्युक्ते अर्थम् इम्पेक्ट् महोदय, अर्थनिमित्तिकत्वम् इत्युक्ते अर्थं नाम अत्र अर्थम् इति अत्र लिङ्गं, यदि लिङ्गमपि निमित्तरूपेण यदि स्वीकुर्यामः इत्युक्ते किं महोदय? अस्तु अस्तु, अहं प्रश्नानि अहं पृच्छामि, भवान् वदतु। तर्हि अधुना अस्माकं प्रश्न अस्माकम् अधुना स्थितिः का अस्ति? त्रियोगः आम्, त्रि प्रातिपदिकं तदनन्तरं षष्ठीबहुवचनप्रत्यय आम् इति स्थितिः अस्ति। अधुना त्रिलिङ्गे इति अस्माकं स्थितिः अस्ति। अधुना अस्माकं प्रश्नः अस्ति केषां कयोः सूत्रयोः अत्र प्रसक्तिः अस्ति। तर्हि महोदय, भवान् वदतु, त्रि प्रातिपदिकानन्तरं यदि आं प्रत्ययः इति स्थितिः अस्ति, तर्हि कयोः सूत्रयोः प्रसक्तिः अस्ति अधुना? त्रि इकारः अकारः महोदय, इको यणचि इकोयणचि अस्ति अपि, परन्तु अधुना स्पेशल् सूत्राणि कानि सन्ति? त्रि कृते सूत्राणि कानि सन्ति? त्रि इति प्रातिपदिक कृते तत्र तु दत्तं त्रि चतुरो स्त्रियां तिसृ चतस्रु, तदेकमस्ति। तदनन्तरं त्रि चतुरो स्त्रियां तदेव त्रेस्त्रयः। हा, उत्तमं, सूत्रद्वयमस्ति। तर्हि त्रेस्त्रयः इति सूत्रं किं वदति? त्रय आदेश विधायकशास्त्रम्। त्रय आदेश भवति कदा? त्रिस्थाने त्रय आदेश भवति कदा? आम् प्रत्यये परे। सम्यक्, आम् प्रत्यये परे त्रिस्थाने त्रय भवति, आम् प्रत्यये परे त्रिचतुरोस्त्रियां निमित्तं तत् आम् प्रत्यये। हा, त्रिचतुरोस्त्रियां त्रिचतुस्र इति सूत्रं किं वदति? किं सूत्रं महोदय? स्पष्टं तत् स्त्रियां त्रिस्थाने तिसृ चतुर्स्थाने चतस्रु विभक्तिसंज्ञकप्रत्यये परे। अस्तु, कुत्र आम् इति विभक्तिसंज्ञक? विभक्तिसंज्ञकप्रत्यये परे त्रिस्थानु तिसृ चतुर्स्थाने चतुस्र भवति कदा? आम् कदा कदा? विभक्तिसंज्ञकप्रत्यये परे। आम्, तदपि अस्ति, परन्तु एकम् अधुना एकम् अधिकमपि किमपि अस्ति खलु? विभक्तिसंज्ञकप्रत्यये परे त्रिस्थाने तिसृ चतुर्स्थाने चतुस्र भवति कदा? आम् प्रत्यये परे, केवलम् आम् न, कस्मिन्नपि कस्मिन्नपि कस्मिन्नपि त्रिलिङ्गे कोऽपि विभक्तिप्रत्ययः परे अस्ति चेत् त्रिस्थाने तिस्र चतुर्स्थाने चतुस्र इति भवति खलु महोदय? भानुमहोदय महोदय, महोदय, तर्हि इदानीं वदतु, यदि इदानीं वदतु, त्रेस्त्रयः इति सूत्रस्य निमित्तानि कानि? महोदय, तत्तु निमित्तं तु आम् प्रत्यय, आम् अपि अस्ति, त्रि अपि अस्ति खलु महोदय? द्वयं निमित्तद्वयमस्ति, त्रि एकं निमित्तम् खलु? आम् महोदय। अधुना त्रिचतुरो स्त्रियां तिसृ चतुस्र इति सूत्रस्य निमित्तानि कानि? त्रि एकं महोदय, चतुर् एकं निमित्तम्। अत्र अस्मिन् स्थले त्रियोगः आम् उदाहरणे सूत्राणि कानि, निमित्तानि कानि? त्रिचतुरो स्त्रियां तिसृचतुर्षु त्रि अस्ति, त्रि एव महोदय तत्र त्रि। तदनन्तरं चतुर् एतदेव निमित्तं चतुर् अत्र नास्ति खलु अत्र अत्र त्रियोगः आम् इति उदाहरणे निमित्तानि कानि निमित्तं केवलं त्रि एव केवलं त्रि तिस्रचतुर्षु सूत्रम् आं नास्ति वा आम् आमपि आमपि खलु विभक्ति आमपि महोदय विभक्ति परे अस्ति चेत् तर्हि आं विभक्तिसंज्ञकप्रत्यय अस्ति खलु महोदय इत्युक्ते द्वयोः किं महोदय इत्युक्ते द्वयोः प्रसक्तिः वर्तते आम् सत्यम् इति खलु तर्हि प्रश्नः अस्ति कस्य कार्यं भवति इति प्रश्नः अस्ति कस्य किं प्रधाननिमित्तं किम् इति द्रष्टुम् आवश्यकं वा प्रधानं किमपि अत्र चर्चा नास्ति सर्वाणि निमित्तानि प्रधानानि एव सन्ति एकमपि निमित्तं नास्ति चेत् कार्यं न भवति महोदय त्रियोग आम् त्रयसूत्रं कार्यं करोति चेत् त्रययोग आम् भवति खलु आम् अनन्तरं नकार आगमः भवति त्रयाणां भवति अनन्तरं नामी किमर्थं कार्यं न कर्तुं शक्नोति त्रय नाम अस्ति खलु तत्तु रामाणाम् इव ह्रस्व अकार अपवादसूत्रम् अस्ति किल एकनिमिषं अनन्तरं न तिस्र चतस्र कार्यं कर्तुं शक्नोति खलु नामी एकवारं कार्यं करोति त्रयाणां भवति खलु तदनन्तरं न त्रिचतस्र कार्यं कथं करोति न इत्युक्ते नामी न तिस्र चतस्र तत्र प्रसक्तिः आगच्छति न तिस्र चतस्र अपवादसूत्रम् अस्ति अतः तदेव कार्यं करोति किमर्थं व्यर्थं भवति इति महोदय लिखितवान् अस्तु अस्तु तत्र एकवारं तत्र यदा आगच्छामः तत्र अहं वदामि अधुना केवलं त्रिसीत् खलु कुत्र अत्र अस्मिन्नेव परिच्छेदे अस्ति खलु व्यर्थं भवति ओ अस्तु अस्तु क्षम्यताम् एकवारं पठितवान् अतः अस्तु तर्हि भानुमहोदय तत्र हा त्रि अस्ति आम् अस्ति त्रिचतुरस्त्रियां चतुर इति सूत्रस्य कृते त्रि अस्ति आम् अस्ति एतयोः एते विहाय अपि निमित्तमस्ति वा किमपि न महोदय अस्ति चिन्तयतु तत्र तिसृ चतुसृ स्त्रियां हा तर्हि स्त्रियामस्ति खलु स्त्रियां तु अस्ति महोदय हा तर्हि निमित्तमस्ति खलु निस्त्रियां महोदय स्त्रियां नास्ति चेत् सूत्रं कार्यं न करोति कार्यं न करोति हा तर्हि सत्यं महोदय तर्हि यदि प्राचीनवैयाकरणानां मतं यदि स्वीकुर्मः तत्र केवलं शब्दः न अपि तु लिङ्गं संज्ञा इति अपि सर्वं भिन्नरूपेण निमित्तमस्ति इति खलु तर्हि त्रियोगः आम् प्राचीनवैयाकरणानाम् इति मतेन त्रियोगः आम् इति उदाहरणे त्रिचतुरस्त्रियां पितृचतुस्रः इति सूत्रस्य निमित्तत्रयमस्ति त्रि आम् स्त्रियां खलु अवगच्छति वा तर्हि अधुना त्रयस्त्रयः इति सूत्रस्य कृते निमित्तद्वयमेव अस्ति त्रि आम् त्रिचतुस्रः स्त्रियां त्रिचतुस्रः इति सूत्रस्य कृते निमित्तत्रयम् अस्ति त्रि आम् त्रिलिङ्गम् तर्हि अधुना वदतु कस्य सूत्रस्य कार्यं भवति? त्रिचतुरस्त्रियां पितृचतुर्षु कार्यं भवति. कथं? किमर्थं? किमर्थं चेत् तद् अन्तरङ्गसूत्रमेव. अन्तरङ्गसूत्रं त्रिचतुरस्त्रियां पितृचतुर अस्ति. अन्तरङ्गम् इत्युक्ते किम्? पूर्व यद्वि अन्य सूत्रं यदस्ति तस्य निमित्तं सर्वे अत्रापि अस्ति. न न यस्य यत् अन्यसूत्रम् अस्ति अन्तरङ्गसूत्रस्य निमित्तानि बहिरङ्गसूत्रस्य निमित्तसमुदाये मध्ये अन्तर्भूतानि सन्ति खलु महोदय? सब्सेट् महोदय. सब्सेट् अस्ति. तर्हि अत्र कस्य सूत्रस्य निमित्तानि सब्सेट् सन्ति? त्रयस्त्रयः. हा, त्रयस्त्रयः निमित्तमस्ति, निमित्तानि सन्ति त्रि आम्. त्रिचतुरस्त्रियाम् इति सूत्रस्य निमित्तानि सन्ति त्रि आम् स्त्रीलिङ्गम्. आम् किमर्थं निमित्तम् अस्ति? त्रिचतुश्च चतुर् स्त्रियां तिस्र चतुर् तत्तु तत्र तु आम् इति विभक्तिसंज्ञक विभक्तिसंज्ञकप्रत्ययस्य आवश्यकता अस्ति खलु? तत्तु केवलं वदति त्रि अस्ति स्त्रियाम् अस्ति चेत् तिस्र भवति इति. न, त्रि अस्ति चेत् तिस्र भवति, चतुर् अस्ति चेत् चतुस्र भवति. कदा? यदि स्त्रियाम् अस्ति विभक्तिसंज्ञकप्रत्यये परे अस्ति चेत्. अस्तु, तर्हि आम् विभक्तिसंज्ञकप्रत्यये अस्ति अतः आमेव. किमपि विभक्तिसंज्ञकप्रत्ययम् त्रिचतुस्रस्त्रियाम् इति सूत्रं बहिरङ्गं, त्रयस्त्रयः इति अन्तरङ्गं खलु? अधुना अतः कस्य सूत्रस्य कार्यं भवति? अन्तरङ्गसूत्रम् इत्युक्ते त्रयस्त्रयः इति कार्यं करोति, करणीयं. करणीयम्. अस्तु, तर्हि तस्य कार्यं भवति चेत् त्रियोगः आम् तदनन्तरं किं भवति? त्रययोग आम्. सत्यं, त्रययोगः आम् इति भवति. अस्तु, त्रययोगः आम् इति स्थित्यां कस्य सूत्रस्य कार्यं भवति अधुना इदानीम् अनन्तरं? सन्धिसूत्रं महोदय. ह्रस्वनद्यापो लुट् लुट् आगमः भवति. ह्रस्वनद्यापो लुट् सूत्रं किं वदति? ह्रस्व अङ्गम् अस्ति चेत् नाम भवति खलु महोदय? अवगच्छति वा महोदय? केवलं महोदय भवान् एव करोति. सूत्रम् एकवारं वदतु महोदय. ह्रस्वनद्यापो नुट्. आम् महोदय. तर्हि ह्रस्वनद्यापो नुट् ह्रस्वाङ्गम् अस्ति चेत् आम् प्रत्ययस्य नुट् आगमः. तर्हि त्रयाणाम् इति भवति खलु महोदय? भवति त्रययोगः नाम इति भवति. तदनन्तरं किं भवति? त्रययोगः नामि दीर्घः भवति. नामि इति सूत्रं किं वदति? अजन्त अङ्गम् अस्ति चेत् आम् प्रत्यये परे दीर्घः भवति, अकारः दीर्घः भवति. तर्हि त्रययोगः नाम तस्य त्रयायोगः नाम भवति. मम प्रश्नस्य उत्तरं प्राप्नोमि. तर्हि त्रयायोगः नाम इति भवति खलु त्रयाणां? भानुमहोदय, त्रयाणाम् इति भवति महोदय. तर्हि स्त्रीलिङ्गे स्त्रीयोगः आम् इति शब्दस्य रूपं त्रयाणाम् इति भवति अस्माभिः दृष्टम् अस्तु भवतु परन्तु अस्मिन् अस्यां प्रक्रियायां दोषः कः भानुमहोदय अस्यां प्रक्रियायां दोषः कः दोषं किमस्ति महोदय तत्र दोषः अस्ति नो चेत् चर्चा कथा कथं भवति दोषः अस्ति तस्य अर्थ तस्य कारणमस्ति यत् यदि एतादृशेन चिन्तनेन यदि सर्वदा स्त्रीलिङ्गे स्त्रीस्थाने तिस्र न कृत्वा यदि सर्वदा त्रिस्थाने त्रयः भवति यथा आम् प्रत्ययः भवति त्रिलिङ्गे अपि तर्हि सर्वदा तिस्र कुत्रापि न आगच्छति सर्वदा त्रय त्रय त्रय त्रय एव भवति आम् प्रत्ययपरे तर्हि सर्वदा त्रयाणाम् एव भवति यतोहि त्रिचतुरोस्त्रियां तिसृचतुस्रः इति सूत्रस्य कार्यमेव न भवति कार्यमेव न भवति तर्हि तिस्र इति कदापि त्रिस्थाने न आगच्छति त्रिस्थाने त्रय एव आगच्छति त्रयाणाम् इति एव भवति परन्तु तथा अस्ति चेत् न तिसृचतुस्रः इति सूत्रं कदा कार्यं करोति न तिसृचतुस्रः इति सूत्रं किं वदति महोदय किं वदति भवान् वदतु दीर्घस्य निषेधतुस्रु दीर्घः न भवति एकनिमिष भानुमहोदय वदति महोदय वदतु महोदय न तिसृचतुस्रु सूत्रेण तिसृचतुस्रु अनयोः नामी दीर्घः न भवति तर्हि नामी इति 6.4.3 इति सूत्रमस्ति तद् वदति यत् अजन्त अङ्गम् अस्ति चेत् नाम प्रत्ययपरे अजन्त अङ्गस्य ह्रस्वस्वरस्य दीर्घत्वं भवति यथा त्रयाणाम् इति सूत्रे अकारस्य आकारः भवति त्रयाणां यथा अथवा रामाणां तत्र देवानां तत्र अकारस्य आकारः भवति परन्तु न दृश्यतुस्रः यत् अग्रिमसूत्रमस्ति 6.4.4 तद् वदति यत् तत्सर्वं तु अस्ति परन्तु यदि तिस्र अथवा यदि चतुस्र अस्ति चेत् तस्मिन् अवसरे नाम प्रत्ययपरे अस्ति तदा दीर्घत्वं न भवति अस्ति खलु तर्हि न तिसृचतुस्रः नामी इति सूत्रस्य बाधकसूत्रमस्ति तर्हि यदि सर्वदा त्रयाणाम् इति भवति तर्हि न तिसृचतुस्रः इति सूत्रस्य कार्यं कदा भवति व्यर्थं न भवेत् तर्हि यदि त्रिस्थाने यदि त्रयः आगच्छति नाम प्रत्ययपरे त्रयाणां भवति तर्हि तिस्र तु न आगच्छति तिस्र न आगच्छति इति कारणेन न तिसृचतुस्रः इति सूत्रस्य कदापि अवकाशः न भवति खलु तर्हि दोषः एतदस्ति एषः अस्ति यत् यदि त्रयाणाम् इति भवति यदि स्त्रीलिङ्गम् इति भिन्नं निमित्तं यदि वयं स्वीकुर्मः त्रिचतुस्रो स्त्रियां तिसृचतुस्रः इति सूत्रस्य कृते यदि स्त्रियाम् इति भिन्ननिमित्तं यदि वयं स्वीकुर्यामः तर्हि अन्तरङ्गत्वेन त्रयस्त्रयः इति सूत्रस्य कार्यं भवति त्रिस्थाने तिस्र न अपि तु त्रयः आगच्छति अतः त्रययोगः आम् त्रययोगः नाम नामी इति सूत्रेण त्रयाणां भवति न तिथिचतुस्रः इति सूत्रस्य कदापि कदापि तस्य कार्यं न भवति, यतोहि तिस्र एव न आगच्छति खलु, त्रय एव आगच्छति, अतः सूत्रं परन्तु सूत्रं व्यर्थं न भवितुं शक्नोति. सूत्रं व्यर्थमस्ति चेत् किमर्थं पाणिनिना अष्टाध्याय्यां स्थापितम्? अष्टाध्यायी मध्ये किमपि सूत्रं व्यर्थं न भवितुं शक्नोति. अतः सूत्रं व्यर्थं न भवितुं शक्नोति इति तर्केण अस्माकं चिन्तनेन अस्माकं प्रक्रियायां कुत्र तु दोषः वर्तते, दोषः इति अस्ति इति अस्ति महोदय. अतः एषः दोषः प्रथमः सङ्केतः अस्ति यत् स्त्रियां भिन्नत्वेन निमित्तरूपेण तस्य ग्रहणं दोषपूर्णमस्ति इति प्रथमं सङ्केतः अस्ति. नाम प्राचीनवैयाकरणानां यत् यत् यत् मतमस्ति यत् लिङ्गम् अपि भिन्नरूपेण निमित्तरूपेण स्वीकरणीयं एतावत् एतादृशचिन्तने मध्ये प्रथमसङ्केतः अस्ति यत् दोषः अस्ति इति. This is the first indication that there is something wrong with the thought of the old grammarians that linga is supposed to be taken as a separate nimitta. Because if that is done, if we stick to that logic, then we just saw an example of a sutra becoming worthless. महोदय, भवान् पूर्ववैयाकरणाः इति वदति, ते के पूर्व इत्युक्ते मध्यम वा, पूर्व इत्युक्ते पाणिनीपूर्वं वा? पाणिनी तेषां कालं किम् इति तु न जानामि. पाणिनीपूर्व कालं न पुराणवैयाकरण इत्युक्ते भट्टोजी पाणिनेः पाणिनेः पूर्वमपि वैयाकरणाः तु सन्ति, तर्हि भवितुं शक्नोति. परन्तु प्राचीन तस्य कालमहत्त्वं नास्ति. वन् एतादृशं चिन्तयतु, एकं वन् स्कूल् आफ् थाट् अनदर् स्कूल् आफ् थाट् इति चिन्तयतु. अस्तु, द न्यू स्कूल् आफ् थाट् इत्युक्ते माताजी इति वदति वा? न्यू स्कूल् आफ् थाट् वदति यत् स्त्रियं भिन्न निमित्तं नास्ति. महोदय, पुष्पादीक्षित् माताजी वदति वा? न न, पुष्पादीक्षित् तु इस् वेरि न्यू, नाट् एस् न्यू, ओल्ड् ओन्लि बट् अनदर् स्कूल्, नाट् सो न्यू. हा हा हा हा, तर्हि अस्तु. तर्हि महोदय, इदानीं क्षम्यतां महोदय, अर्थनिमित्तिकत्वम् इति एकवारम् आङ्ग्लभाषायाम् इति एकवारं वदतु. आङ्ग्लभाषायाम् इत्युक्ते यत् शब्दमध्ये यत् लिङ्गमस्ति अथवा तस्य अर्थः अस्ति तदपि निमित्तमस्ति. द जेण्डर् आर् द मीनिङ्ग् आफ् द वर्ड् इस् आल्सो to be considered as a separate nimitta, artha nimitti kata. Oho. Iti. So, artha doesn't mean as gender, basically. No, artha is just gender, all the qualities of the word. Which, so gender, meaning, number, lingam, vachanam, artham, ita sarvani shabdasya gunani santi khalu, visheshanani santi. अस्ति अर्थनिमित्ति कृते. अहो महोदय, अस्तु धन्यवादः, धन्यवादः. तर्हि एतावत् स्थितिः अस्ति. तर्हि प्राचीनवैयाकरणस्य मतेन यदि स्त्रियं स्त्रीलिङ्गं यदि भिन्नरूपेण यदि निमित्तिकत्वेन यदि वयं स्वीकुर्मः तर्हि रूपं भवति त्रयाणां, त्रयाणाम् इति रूपं भवति, न तिसृचतुस्रः इति सूत्रं व्यर्थं भवति. इति सर्वे अवगच्छन्ति वा? सर्वे अवगच्छन्ति वा इदानीं पर्यन्तम्? आम् महोदय. अस्तु, आं महोदय. अधुना लेट्स् कन्सिडर् द न्यू स्कूल्. नाम अधुना मत यत् नागेशस्य अथवा भाष्यकारस्य मतमस्ति तेन किं भवति इति वयं स्वीकुर्मः इति वयं चिन्तयामः. अस्तु, तर्हि अधुना को अस्ति? विजि महोदय. अधुना त्रियोगः आम् अस्ति इति सूत्रम् इति स्थाने यदि वयं नूतनव्याकरणानां मतं यदि वयं स्वीकुर्मः तर्हि तस्य सूत्रस्य कार्यं भवति अत्र त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं नास्ति वा? अथवा न तिस्रु चतुस्रु इति सूत्रं व्यक्तं भवति इति भवान् उक्तवान् किल? अतः चित्रो स्त्रियां तिस्रु चतुस्रु इत्यस्य निमित्तं स्त्री आं त्रि इति सूत्रद्वयं त्रिचतुस्रः स्त्रियां तिस्रु चतुस्रः इति सूत्रस्य यदि वयं नूतनवैयाकरणाः मतं यदि वयं स्वीकुर्मः तर्हि त्रियोगः आम् इति उदाहरणे तस्य सूत्रस्य निमित्तानि कानि? त्रि लघुत्वं तादृशमेव महोदय. नूतनवैयाकरणानाम् इति मतम् इत्युक्ते किं? ते किं वदति? निमित्तानि इत्युक्ते कानि? शब्दः एव. तर्हि शब्दः एव, शब्दे लिङ्गं वचनम् अर्थं संज्ञा इति किमपि निमित्तरूपेण न स्वीकरणीयं खलु? तर्हि तिस्रुचतुस्रः स्त्रियाम् इति सूत्रस्य कृते अधुना त्रियोगः आम् अत्र शब्दरूपी निमित्तानि कानि? ह्रस्व इकारः महोदय. शब्दं किं? शब्दं इकारस्य किमपि नास्ति खलु, त्रि अस्ति खलु, त्रि महोदय न अवगच्छामि. तर्हि एकवारं वदतु सूत्रं, सूत्रस्य अर्थं वदतु एकवारं. त्रि इति स्त्रीलिङ्गे मध्ये त्रि वा चतुरः इति शब्दद्वयम् अस्ति चेत् त्रि इति तिस्रुः भवति, चतुरः इति चतस्रु भवति. कदा? स्त्रीलिङ्गे. स्त्रीलिङ्गे अपि च प्रथमाविभक्ति न स्त्रीलिङ्गे अपि च विभक्तिसंज्ञकप्रत्यये परे अस्ति चेत् विभक्तिसंज्ञकप्रत्ययप्रत्ययत्रिलिङ्गे. तर्हि यदि वयं केवलं शब्दरूपनिमित्तं यदि वयं स्वीकुर्मः तर्हि त्रियोगः आम् इति सूत्रे शब्दरूपनिमित्तानि कानि सूत्रस्य कृते? आम् आम् तदनन्तरं स्त्रीलिङ्गं न अहं किं वदामि शब्दरूपनिमित्तं शब्दरूपं एवं शब्दं किम् इति इत्युक्ते केवलं ये वर्णानि सन्ति, यस्य शब्दः अस्ति लिखितं, तदेव निमित्तं, तस्य लिङ्गत्वं वचनत्वं किमपि निमित्तं नास्ति. तर्हि तर्हि स्त्री अस्ति निमित्तम् आम् अस्ति. आम् अस्ति महोदय, इत्युक्ते अनन्तरङ्गसूत्रमेव कार्यं करोति. एकनिमिषम् स्त्री आम् एव निमित्तद्वयमस्ति. अधुना स्त्रीलिङ्गं महोदय निमित्तमस्ति वा? स्त्रीलिङ्गं नास्ति. किमर्थं नास्ति? आम् इति विभक्तिप्रत्यय परे विभक्तिसंज्ञकः, तदनन्तरं शब्दं शब्दं नास्ति, तत् शब्दस्य विशेषणमस्ति. अतः स्त्रीलिङ्गं यद्यपि स्त्रीलिङ्ग अस्ति चेदेव इदानीं सूत्रस्य कार्यं भवति, परन्तु स्त्रीलिङ्गम् इति निमित्तम् इति न वक्तुं शक्नुमः, यतोहि तत् शब्दं नास्ति, शब्दः नास्ति. तर्हि स्त्रीचतुस्रो स्त्रियां पितृचतुस्रः इति सूत्रस्य कृते यदि शब्दरूपी निमित्तानि केवलं स्त्री आम् एव स्तः, खलु? त्रयस्त्रयः इति सूत्रस्य कृते शब्दरूपी निमित्तानि कानि? त्रयस्त्रयः इति सूत्रमस्ति खलु? तर्हि त्रयस्त्रयः किमस्ति निमित्तम्? आम् अस्ति. तदनन्तरं शब्दं किं? शब्दं किम् आम्? तर्हि त्रयस्त्रयः इति सूत्रस्य निमित्तमस्ति त्रि आम्, यथा पूर्वमस्ति तथैव अधुना अपि त्रि आम् अस्ति. तर्हि अन्तरङ्गं बहिरङ्गं समानसङ्ख्या, अत्र किमपि अन्तरङ्गं बहिरङ्गं नास्ति, उभयोः सूत्रयोः निमित्तानि समानानि सन्ति. अधुना किं करणीयम्? अन्यत्र सूत्रम् आगच्छति. तदा तदेव अहं पृच्छामि. अधुना अन्तरङ्गं बहिरङ्गं किमपि नास्ति इत्युक्ते नित्यसूत्रं किम् इति? नित्यमपि नास्ति इत्र सूत्रमपि. तर्हि अन्तरङ्गं नास्ति, नित्यं नास्ति, तर्हि किं करणीयं? परमसूत्रं कर्तुं शक्नोमि शक्नुमः, परन्तु तस्मात् पूर्वं द्रष्टव्यं यत् विप्रतिषेधमस्ति न वा. विप्रतिषेधम् अस्ति वा? अन्यत्र लब्ध अवकाशो एकत्र प्राप्तिः तुल्य विरोधः. अधुना अस्माभिः द्रष्टव्यं यत् उभयोः अन्यत्र लब्धावकाशः अस्ति न वा. अस्ति अस्ति महोदय. अस्ति तर्हि वदतु कथमस्ति. अन्य विभक्तिरूपम् आगच्छति. अस्तु, तर्हि त्रिचतुस्रो स्त्रियां पितृचतुस्रः इति सूत्रं न केवलम् आम् प्रत्यये परे, परन्तु अन्यविभक्तिसंज्ञकप्रत्ययेऽपि कार्यं कर्तुं शक्नोति. अतः पितृचतुस्रः इति सूत्रस्य लब्धावकाशः अन्यत्र अपि अस्ति. त्रयस्त्रयः इति सूत्रस्य लब्धावकाशः अन्यत्र अस्ति. न भवति. अस्ति खलु पितृचतुस्रो स्त्रियां अत्र अत्र अत्र स्त्रीलिङ्गमस्ति खलु? तादृशमेव अन्यत्र अपि कार्यं कर्तुं तु पुल्लिङ्गे अपि कार्यं कर्तुं शक्यते. त्रिस्थाने त्रयः आगन्तव्यम्. उभयोः तत्र लब्धावकाशः अन्यत्र अस्ति, अतः तुल्यबलविरोधः अस्ति. अतः कस्य सूत्रस्य कार्यं भवति? विप्रतिषेधे परं कार्यं. परं सूत्रं किमस्ति अत्र? स्त्री चतुरो स्त्रियां तिसृच्छतसृ इति सूत्रं कार्यं कर्तुम् अर्हति। तर्हि अधुना परसूत्रम् अस्ति, अतः त्रिचतुस्रो स्त्रियां तिसृचतुस्रः कार्यं कर्तुं कार्यं करोति खलु। तर्हि वदतु त्रियोगः आम् इति स्थाने किं भवति? तिसृः योगः आम्। अस्तु, तिसृयोगः आम्। तदनन्तरं ह्रस्व नद्यो नुट् इति सूत्रं कार्यं करोति। नुट् आगमः किं भवति? द्वे योगः तिसृयोगः नामि नाम। उत्तमम्। तदनन्तरं किं भवति? तदनन्तरं नामि इति सूत्रेण अकारः दीर्घः भवितव्यं, परन्तु अस्ति अतिपरे स्वरवर्णः चेत् स्वरवर्णः अत्र किम् अस्ति? रु अस्ति, परन्तु एकः बाधकसूत्रम् अस्ति चेत् दीर्घः न भवति। तत् सूत्रं किम् अस्ति? न तिसृ चतसृ इति, तिसृ चतसृ इत्यनयोः नामि दीर्घो न भवति। रूपम् अस्ति तिसृ नाम, तिसृ नाम इति अन्तिमसूत्रम् अन्तिम रूपमस्ति रूपमस्ति तर्हि तद् रूपं सम्यक् अस्ति। तिसृणाम् इति आगन्तव्यं किल महोदय? ऋ इति पदेन नकारः नकारः भवति। तदस्ति, परन्तु तिसृणाम् इति पदं सम्यक् अस्ति। तदनन्तरं कस्यापि सूत्रस्य अत्र व्यर्थत्वं न भवति खलु। यथा अन्तिमरूपं नास्ति किल महोदय? तत्र नकारः भवति, तदस्ति तिसृणां नत्वं भवति, तत्तु अस्ति। प्रश्नः कः? प्रश्नः अस्ति इदानीं रूपं सम्यक् अस्ति खलु अधुना? आं महोदय, तिसृणां सम्यक् अस्ति, सम्यक् अस्ति। कस्यापि सूत्रस्य अत्र व्यर्थत्वं भवति वा? न महोदय, चिन्तनं नास्ति। नूतनवैयाकरणानां यदि मतं यदि स्वीकुर्मः, तेन मतेन यदि वयं स्वीकुर्मः यत् स्त्रीलिङ्गम् इति भिन्न निमित्तं नास्ति यदि वयं स्वीकुर्मः, तर्हि निष्पद्यते, कस्यापि सूत्रस्य व्यर्थता न भवति। परन्तु प्राचीनवैयाकरणस्य मतेन यदि स्त्रीलिङ्गत्वम् इति भिन्नरूपेण यदि वयं स्वीकुर्मः, तर्हि एक तु दोषपूर्णः रूपः जायते, रूपं जायते। तदनन्तरम् एकसूत्रमपि व्यक्तं भवति। तर्हि इदानीं वयं द्रष्टुं शक्नुमः यत् प्राचीनव्याकरणानां मतं न स्वीकरणीयः स्वीकरणीयम् अपि तु नूतनव्याकरणानां मतं, यत्र केवलं शब्दरूपनिमित्तमस्ति, तत्र लिङ्गं वचनम् इति किमपि निमित्तं नास्ति इति यदि वयं स्वीकुर्मः चेत् समीचीनं भवति महोदय। सर्वदा पाणिनीय अष्टाध्यायी मध्ये नूतनवैयाकरणिकाः मतम् एव अर्हति वा? तावत् स्वीकरणीयम् इति वयम् अत्र यत्र यत्र निमित्तम् इति विषयः अस्ति अस्ति अत्र। धन्यवादः। तर्हि नौ इन् शार्ट् बेसिकलि आङ्ग्लभाषायां यदि वदामि चेत् वि हेव् सीन् देट् फालोयिङ्ग् द न्यू स्कूल् आफ़् थाट् गिव्स् द करेक्ट् रिसल्ट्, द ओल्ड् स्कूल् आफ़् थाट् डजन्ट् गिव् द करेक्ट् रिसल्ट्, विच् मीन्स् देट् इण्डीड् only the shabda rupi nimitta should be considered, not the sangya vachanam lingam iti iti asti. सर्वे अवगच्छन्ति वा इदानीं पर्यन्तम्? आमां कस्यापि प्रश्नः अस्ति वा? कोऽपि प्रश्नः, किन्तु मननं चिन्तनम् आवश्यकम्. किं महोदय? मननं चिन्तनं तस्य पुनरेकवारं पठनम् आवश्यकम्. परन्तु इदानीं प्रश्नः नास्ति वा? नास्ति नास्ति. अस्तु, तर्हि सुमित्रा महोदय, भवत्याः प्रश्नः अस्ति वा किमपि? क्षम्यतां महोदय, किम् उक्तवान्? न महोदय, पुनः एकवारं पठनीयम्. अस्तु, पठतु. विषयः किञ्चित् जटिलमस्ति, जटिलः अस्ति, परन्तु प्रायः एकवारं पुनः पठतु, तर्हि आगच्छति. आम्, यदा नूतनपदं तादृशं ददाति चेत् तदपि कर्तुं शक्नुमः इति कान्फिडेन्स् आगन्तव्यं खलु? अभ्यासेन एव आगच्छतु. प्रथमं तु अस्ति यत् सूत्रस्य अर्थं किम् इति सर्वं सर्वस्य अवगमनं भवेत्. तत्र प्रश्नः अस्ति चेत् पृच्छतु, परन्तु तस्य एप्लिकेशन् अभ्यासेन एव आगच्छति. आम्, अस्तु, तर्हि तावदस्ति. अस्तु, सो अन्तरङ्गं बहिरङ्गम् इति शास्त्रे अस्माभिः दृष्टं यत् यत् अङ्गमस्ति, नाम यद् निमित्तम् अस्ति, तत् केवलं शब्दरूपी निमित्तम् एव ग्रहणीयं. लिङ्गत्वं, संज्ञात्वम् इति किमपि न ग्रहणीयं भिन्ननिमित्तरूपेण इति. अस्तु, तर्हि धन्यवादः महोदय, तत्र अग्रे गच्छामः. तत्र महोदय, इदानीं तु शिव योग द्रष्टुं शक्नुमः किम्? न, द्रष्टुं शक्नुमः, परन्तु तस्मात् पूर्वम् अपि किमपि अन्यचर्चा अस्ति अत्र. त्रिचतुस्रो स्त्रियां त्रिषु चतुस्रो इति सूत्रस्य कृते किञ्चित् इदानीमपि चर्चा अस्ति. ओ, अस्तु, तद्वयं पश्यामः. अस्तु, अरे लीना महोदय अस्ति खलु? आम्, अस्मि महोदय. इदानीं पठति वा? आम्, पठामि. अस्तु, अग्रे पठतु. यदि च त्रयोदश त्रयादेशस्य अनन्तरं त्रय आदेशस्य अनन्तरं स्थानिवत् भावेन तिसृ आदेशः उच्यते, तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिसृ चतसृ इत्यस्य अवसरः स्यात् इति कथनेन अपि न भवति, यतोहि यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति तया एव रीत्या तिसृ आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम्. अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यायेन दीर्घादेशः न भवति. अस्यां दशायां न तिसृ चतसृ इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव. अस्य निवारणार्थम् अर्थनिमित्तकत्वं न स्वीक्रियते. तर्हि अहं किञ्चित् वदामि. तर्हि इदानीम् अस्माभिः दृष्टं यत् अर्थनिमित्तिकत्वं नाम स्त्रीलिङ्गम् इति किमपि निमित्तरूपेण न स्वीकरणीयं. परन्तु अत्र अपि अधुना नूतनतर्कः अस्ति एक, यत् स्थानिवत् भावेन त्रयस्थाने पुनः तिसृ आगन्तुं शक्नोति. तर्हि गतरविवासरे अस्माभिः स्थानिवत् भावः पठितं खलु, यत् भवती नास्ति, परन्तु अस्माभिः स्थानिवत् भावः इत्युक्ते किम् इति अस्माभिः पठितं. कोऽपि संक्षेपेण वक्तुं शक्नोति वा स्थानिवत् भावः इत्युक्ते किम्? ये गतरविवासरस्य वर्गे आसन्, कोऽपि वक्तुं शक्नोति वा स्थानिवद्भावः इत्युक्ते किम्? स्थ स्थानी नाम यस्य कृते आदेशः अस्ति तत् स्थानी. आम् नाम स्थानी स्थानी इत्यस्य पदस्य यः स्वभावः अस्ति तत् स्वभावम् एव आदेशः अपि स्वीकरोति इति. उत्तमं तदेव अस्ति. स्थानीवद् भाव इत्युक्ते स्थानी नाम यस्य स्थाने किमपि कार्यं भवति तस्य यः स्वभावः अस्ति सः स्वभावः आदेशः अपि गृह्णाति. तर्हि अधुना स्थानिवद् भावः इति विषयं यदि स्वीकुर्मः तर्हि किं भवति? इदानीं जनाः वदन्ति अस्तु प्राचीनवैयाकरणस्य मतेन अस्माभिः दृष्टं यत् त्रियोगः आम् इति स्थाने त्रययोगः आम् इति भवति खलु. तदनन्तरं कोऽपि वक्तुं शक्नोति परन्तु त्रययोगः आम् तदनन्तरं पुनः तिस्रयोगः आम् भवितुं शक्नोति किमर्थं स्थानिवद्भावेन. स्थानिवद्भावेन एकवारं त्रययोगः आम् भवति तदनन्तरम् अस्तु तस्मात् अनन्तरं त्रिचतुरोस्त्रियां त्रिसुचतुस्रः इति सूत्रस्य कार्यं करोतु. त्रयस्त्रयस्य कार्यं प्रथमं करोतु तदनन्तरं त्रिचतुरोस्त्रियां त्रिसुचतुस्रः इति सूत्रस्य कार्यं करोतु. यतोहि तत् सूत्रं तु वदति यत् त्रिस्थाने तिस्र भवति परन्तु इदानीं त्रिस्थाने यत् त्रय अस्ति तत् त्रय अपि त्रि इव यतोहि स्थानिवद्भावेन त्रिस्थाने यत् त्रय आगच्छति तदपि वस्तुतः त्रय अस्ति परन्तु तत् त्रय त्रि एव अस्ति. त्रि एव अस्ति अतः पुनः त्रिचतुस्रोस्त्रियां त्रिचतुस्रः इति सूत्रस्य कार्यं भवितुं शक्नोति. अतः त्रययोगः आम् तस्य पुनः तिस्रयोगः आम् करोतु खलु इति कस्यापि तर्कः भवितुं शक्नोति वक्तुं शक्नोति. तदेव लिखितमस्ति यदि च त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिस्र आदेशः उच्येत तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न त्रिसुचतुस्रः इति अवसरः स्यात् इति कथनेन अपि न भवति. तर्हि इति कथनं भवितुं शक्नोति यत् त्रियोगः आम् तदनन्तरं त्रययोगः आम् तदनन्तरं यत् त्रय अस्ति तद् त्रि इव अस्ति स्थानिवद्भावेन अतः त्रिचतुस्रो स्त्रियां त्रिचतुस्रः इति सूत्रस्य कार्यं भवति. त्रययोगः आम् तत्र तिस्रयोगः आम् भवति तदनन्तरं पुनः तिस्रणाम् इति सूत्रम् इति रूपं भवितुं शक्नोति. तत्र न तिस्रचतुस्रः इति सूत्रं व्यर्थं न भवति इति कोऽपि वक्तुं शक्नोति खलु. सर्वे अवगच्छन्ति वा? Yes. It is bit confusing, but we are understanding. It is confusing. It is just the reason it is being confusing right now is we want to make sure we reach really the depth of the thinking. भवत्याः प्रश्नः नास्ति, अन्य कस्यापि प्रश्नः अस्ति वा अस्मिन् तर्के? महोदय न अवगच्छामि. अस्तु चिन्ता नास्ति. किञ्चित् क्लेशः अस्ति. सर्वप्रथमं स्थानिवद् भावः इत्युक्ते किम्? तर्हि स्थानी इत्युक्ते यस्य स्थाने किमपि आगच्छति यतोहि यत् आदेशः अस्ति खलु. आदेशः यस्य स्थाने आगच्छति सः स्थानिनः स्थानी सः स्थानी इति अस्ति. तत्तु अवगच्छति खलु? आम् महोदय. आम् महोदय. तर्हि एकम् अस्ति स्थानी यस्य स्थाने किमपि भवति, अन्य अस्ति आदेशः यत् नूतनरूपेण आगच्छति. तर्हि स्थानिवद् भावः इति स्थानिवत् आदेशो अनल्विधौ एकं सूत्रमस्ति तद् वदति यत् यः आदेशः अस्ति सः आदेशः स्थानिवत् एव भवति. सः आदेशः स्थानिवत् एव भवति नाम यतोहि स्थानी गच्छति तस्य स्थाने आदेशः नूतनरूपेण आगच्छति परन्तु इदानीं यः आदेशः आगच्छति तत् स्थानी, तस्य स्वभावः स्थानीवत् एव अस्ति इति. तर्हि एतत् एतत् सर्वम् एतत् सर्वे अवगच्छति वा, अवगच्छन्ति वा? कस्य स्वभावः? आदेशस्य. आदेशस्य स्वभावः स्थानीवत्, स्थानीवत् आदेशो इति. तर्हि तर्हि यदि एतादृशं चिन्तनं यदि वयं स्वीकुर्मः तर्हि यदि अन्तरङ्गत्वेन त्रेस्त्रयः इति सूत्रं यदि कार्यं करोति यथा अस्माभिः दृष्टं प्राचीन वैयाकरणानां मतानुसारं त्रेस्त्रयः इति सूत्रस्य अन्तरङ्गत्वेन कार्यं भवति. यदि एतादृशचिन्तनं यदि वयं स्वीकुर्मः तर्हि त्रियोगः आम् इति स्थाने किं भवति? त्रययोगः आम् खलु, त्रययोगः आम्. तर्हि अधुना त्रिस्थाने त्रय भवति. तर्हि त्रिस्थाने त्रय इति प्रक्रियायां स्थानिकी स्थानिकः त्रय स्थानी आदेशः कः अस्ति? त्रय. तर्हि स्थानी अस्ति त्रि, आदेशः अस्ति त्रय. अतः स्थानीवत् आदेशो इति सूत्रेण यत् त्रय अस्ति तस्य स्वभावः त्रि इव. आङ्ग्लभाषायां वदामि चेत् दो यु सी इट् एस् त्रय बट् इट् इस् एक्चुलि इक्विवलेंट् टु त्रि इति. सर्वदा इति प्रयुक्तं शक्नोति वा महोदय? आम् इति सूत्रमस्ति. एतादृशं चिन्तनं सर्वत्र भवितुं शक्नोति यतोहि सूत्रमस्ति स्थानिवत् आदेशो अनल्विधौ अस्माभिः यद् दृष्टं गतरविवासरे. तर्हि चिन्तनं सम्यक् अस्ति. मम एकः प्रश्नः अस्ति. अत्र स्थानिवद्भावे सूत्रेण पुनः सूत्रं कार्यं चतुरोस्त्रियां तिस्र चतुस्र कार्यं कर्तुं शक्नोति चेत् तत्तु नित्यं सूत्रं भवति खलु? त्रेस्त्रयः पूर्वमपि कार्यं कर्तुं शक्नोति, त्रेस्त्रयः अनन्तरम् अपि कार्यं कर्तुं शक्नोति, अतः नित्यं सूत्रं भवति, अतः तदेव सम्यक् सूत्रम् इति भवति खलु? किं त्रेस्त्रयः इति सूत्रमस्ति? एकनिमिषः. त्रेस्त्रयः इति सूत्रस्य अनन्तरमपि सूत्रं कार्यं कर्तुं शक्नोति, पूर्वमपि कर्तुं शक्नोति इति वा? अतः तत्तु नित्यसूत्रं भवति. परन्तु त्रेस्त्रयः अपि तावद्रीत्या त्रेस्त्रयः अपि कार्यं कर्तुं शक्नोति खलु, पूर्वमपि अनन्तरमपि? ओ अस्तु. यथा भवती वदति यत् स्थानिवद् इति सूत्रेण त्रय अनन्तरं तिस्र आगच्छति, तथैव तर्केण तेनैव तर्केण अहं वक्तुं शक्नोमि यत् तिस्रस्थानान्तरम् अपि त्रय आगन्तुं शक्नोति. अस्तु अस्तु. तर्हि नित्यत्वम् अत्र क्लियर् नास्ति. अवगच्छति वा? आम्. तर्हि परन्तु विचारः सम्यक् अस्ति. अस्तु तर्हि तर्हि त्रेस्त्रयः इति प्रथमं कार्यं करोति अन्तरङ्गत्वेन, तदनन्तरं त्रि तस्य स्थाने त्रय भवति. एण्ड् आल्सो महोदय, सुमन् महोदय, इवन् इफ् देर् वास् अ नित्यत्वम् अन्तरङ्गत्वं विल् टेक् प्रेसिडेन्स्, सो त्रेस्त्रयः एव कार्यं करोति. अस्तु अस्तु. इवन् इफ् देर् वास् अ नित्यत्वम् अन्तरङ्गस्य कार्यं प्रथमं भवति, अतः त्रेस्त्रयः एव कार्यं करोति. अस्तु. Once antarangatvam has been established, nityatvam is of no consequence. Astu. Tari trestrayah iti karyam karoti, tadanantaram tri sthane traya bhavati, parantu sthanivat adeshena पुनः तया स्थाने तिस्र भवति, तिस्र भवति तदनन्तरं पुनः तिस्रणाम् इति सूत्रम् इति रूपं भवितुं शक्नोति. सूत्र रूपं सम्यक् भवति, कस्यापि सूत्रस्य व्यक्ता न भवति इति कोऽपि वक्तुं शक्नोति. तर्हि यदि एतावत् चिन्तनम् अस्ति, अस्मिन् चिन्तने कोऽपि दोषः अस्ति वा इति इदानीं वयं चिन्तयामः इति प्रश्नः. उभयरूपं प्रयुक्तं शक्नोति वा महोदय? उभय अस्ति, भवितुं शक्नोति, परन्तु द मोर् इम्पार्टेण्ट् प्राब्लम् इस् देट् अस्तु न तथा नास्ति, उभय भवितुं शक्नोति परन्तु हानिम् अस्ति खलु. दट् इस् नाट् पासिबल्, दट् इस् नाट् ट्रू. अत्र कन्सिस्टेन्सि आम् भवतु. किम् अत्र किम् त्रयस्त्रयः अनन्तरं चतुरस्त्रियां कार्यं करोति चेत् त्रयस्त्रयस्य कार्यं तु निगेट् भवति. अतः किमर्थं तत् प्रायः व्यर्थं न भवति, किन्तु to some extent that application was worthless, right? No, but the sutra itself is not becoming worthless because it has opportunities to function in other. So that is fine. I mean, ekam sutram kimapi vadati tadanantaram nishedha sutram agatya tatra, that those kind of examples you already know, that where one sutra comes but in a special circumstance another sutra says that don't do that. So that those things are allowed. As atra tu nisheda sutram nasti, ekam sutram karyam karoti anantaram dvitiya sutram agachati tasya karyasya vyartham karoti. Vyartham karoti parantu atra tu tadrishi kapi chinta nasti yato hi sutram vyartham na bhavati yat tahi the complete sutra vyartham na bhavati yatha na तिसु चतुस्रः इति सूत्रं पूर्णतया व्यर्थं भवति तावत् किमपि नास्ति, तर्हि तत्र चिन्ता नास्ति इति. प्रायः भवान् यत् उक्तवान् इदानीं स्थानी स्थानीवत् भावे त्रिचतुरोस्त्रियां त्रयस्त्रयः सूत्रस्य अनन्तरं कार्यं कर्तुं शक्नोति. देन् कान्वर्स्लि त्रयस्त्रयः पुनः आगन्तुं पुनः पुनः नास्ति, यु काण्ट् बी इन् इन्फैनैट् लूप्. न न प्रायः तदेव दोषः खलु? तद् दोषः नास्ति, तत्र दोषः तत् नास्ति, तत् दोषः दोषः सः नास्ति यत् पुनः यत् तिस्र आगच्छति चेत् तस्य स्थाने पुनः त्रय आगच्छति तथा नास्ति, यतोहि अन्तरङ्गत्वेन वयं जानीमः यत् प्रथमं तु त्रय एव आगच्छति. तर्हि अन्तरङ्गत्वेन प्रथमं त्रय एव आगच्छति, अतः तदनन्तरं स्थानीवद्भावेन तिस्र आगन्तुं शक्नोति. सर्व कदापि तिस्र प्रथमं न आगन्तुं शक्नोति, यतोहि तिस्र बहिरङ्गम् अस्ति इति. So then you're saying to accept the purva vyakarana asya interpretation? Yeah, so no. So what we are doing right now is trying to see if by some logic the purva vyakaranasya matam becomes acceptable. So oh, astu. Like, is there a thought process by which we can accommodate the purva vyakaranasya matam also? That is the point. Atah, koapi vaktum shaknoti yat astu antarangatvena sarvaprasam traya agachati, parantu traya sthane sthanivat bhavena tisra punah agantum shaknoti. Iti koapi vaktum shaknoti. Iti charcha asti. तत् समीचीनम् अस्ति चेत् तिसृणाम् इति भवितुं शक्नोति, रूपं सम्यक् भवति, सूत्रं व्यर्थं न भवति, अतः प्राचीनव्याकरणस्य मतेन अपि सम्यक् रूपं भवितुं शक्नोति इति कस्यापि तर्कं भवेत्। तर्हि अधुना तादृशतर्के कोऽपि दोषः अस्ति न वा इति चिन्तनीयम् इति वार्ता इति प्रश्नः अस्ति। तर्हि तत्र अपि दोषः अस्ति, स्थानिवद्भावेन यदि त्रिस्थाने त्रयः अपि आगच्छति तत्र अपि दोषः अस्ति। सः दोषः कः अस्ति, कथम् आगच्छति इति इदानीं वयं पश्यामः। अस्तु, तर्हि दोषः कथम् अस्ति इति वयं पश्यामः। तर्हि लीना महोदय अस्ति खलु, अस्मि। हा, तर्हि स्थानिवद्भावः इति परिच्छेदः अस्ति खलु, आम्। तस्य अनन्तरम् अस्ति प्रकृते स्त्रियां, प्रकृते स्त्रियां, ततः पठामि। प्रकृते स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वे सति बहिरङ्गत्वात् त्रयादेशः भवति। त्रि योग आम् त्रेस्त्रयः इति अनेन आमि परे त्रयादेशः, त्रय योग आम् ह्रस्वनद्यापो नुट् इति अनेन ह्रस्वात् आङ्गात् आम् प्रत्ययस्य नुट् आगमः, त्रय योग नाम् नामि इति अनेन अजन्त अङ्गस्य दीर्घादेशो भवति नाम् प्रत्यये परे त्रयानाम् इति, त्रया योग नाम् इति। तर्हि किमस्ति लिखितम्? स्त्रियाम् इति अर्थनिमित्तक नाम शब्दनिमित्तकं निमित्तं नास्ति, अर्थनिमित्तकं निमित्तम् अस्ति। अतः बहिरङ्गम् अस्ति, अतः त्रय इति आदेशः भवति, नाम शब्दरूपं त्रयः अस्ति अतः त्रय आदेशः भवति। त्रि योग आम् त्रेस्त्रयः इति सूत्रेण त्रय इति आदेशः भवति, यतोहि शब्दनिमित्तकम् अस्ति। त्रय योग आम् इत्यत्र ह्रस्वनद्यापुण्य इति सूत्रेण नुट् इति प्रत्ययस्य इत्यस्य आगमः भवति, अतः नुट् इत्यस्य उ तथा च ट इत्यस्य लोपः भवति, केवलं न अवशिष्यते। तत्पश्चात् त्रय योग नाम् इति भवति। तत्पश्चात् नामी इति सूत्रेण अजन्त अङ्गस्य दीर्घ आदेशः भूत्वा त्रया इति भवति, त्रया योग नाम इति भवति। एतत्तु अस्माभिः दृष्टं पूर्वमपि, यत् त्रया योगः नाम इति स्थितिः भवति, अन्तरङ्गत्वेन त्रयस्थाने त्रयः आगच्छति, त्रया योगः नाम इति भवति। तर्हि महोदय अत्र भिन्नप्रश्नः अस्ति, अत्र नुट् आगमः भवति वदति, तत्र उकारस्य टकारस्य इति संज्ञा भवति, केवलं नकारः एव अस्ति, तत्र टकारस्य महत्वं किम्? आद्यन्तौ टकितौ इति सूत्रेण किं भवति? अन्तौ न आगमः भवति, टकारः अस्ति खलु, आद्यन्तौ टकितौ, आद्यन्तौ आदि आदि आदि आदौ आदौ भवति। टकारेण वयं ज्ञातुं शक्नुमः यत् नकारः आम् इति प्रत्ययस्य आदि आगच्छति, आदौ नाम भवति। तत्र डैग्रेशन् अस्ति, परन्तु टकारस्य महत्त्वं किम् इति यदि कोऽपि पृच्छति तर्हि टकारेण वयं ज्ञातुं शक्नुमः यत् नकारः यत् आगमः अस्ति तत् आम् इति प्रत्ययस्य आदौ आगच्छति, नाम। अस्तु, तर्हि अधुना त्रयायोगः नाम अस्ति। अधुना स्थानिवद् भावः कथं भवति इति वयं पश्यामः। महोदय अग्रे पठतु। अधुना त्रयादेशस्य अनन्तरं त्रयायोग नाम इति स्थितौ स्थानिवद्भावेन तिसृ आदेशः इति उक्तौ त्रय इति आदेशः त्रिशब्दः इव अस्ति, त्रियोग नाम। एकदेशविकृतम् अनन्यवत् इति परिभाषया एकदेशविकारः जातः चेत् अपि अनन्यवत् अन्यवत् न भवति. अनेन त्रय इत्यस्मिन् दीर्घादेश त्रया इति जातः चेत् अपि त्रय इतिवत् त्रय इव भवति. अनेन त्रयादेशस्य स्थानिवत् भावेन त्रियोगनाम् इति स्थितिः. किमस्ति? एकदेशविकृतम् अन्यवत् इति नूतना परिभाषा अस्ति इति मन्ये. अधुना प्रश्नः अस्ति त्रया, यत्र या इति अस्ति त्रया, तद् त्रि इव अस्ति न वा? त्रि इव स्थानिवदस्ति वा न? स्थानिवदस्ति न वा? तर्हि अत्र वस्तुतः स्थानिवत् तत्र आदेशः नास्ति खलु, यतोहि त्रिस्थाने यत् आदेशः आसीत् तत्तु त्रय इति आसीत्, परन्तु अधुना स्थितिः आसीत् त्रया. तर्हि प्रश्नः अस्ति देट् त्रय तु त्रि इव अस्ति, प्रश्नः नास्ति, परन्तु त्रया अपि त्रिवत् अस्ति वा इति प्रश्नः. तर्हि एकं परिभाषा अस्ति एकदेशविकृतम् अनन्यवत्. एकदेशविकृतं न अन्यवत् नाम एकदेशविकृतम् इत्युक्ते एकम् एव विकृतं, नाम अ सिङ्गल् चेञ्ज्, लैक् अ चेञ्ज् आफ् अ सिङ्गल् अल्फाबेट्, चेञ्ज् आफ् अ सिङ्गल् मात्रा इति एकदेशविकृतम्. तर्हि एकदेशविकृतं, विकृतम् इत्युक्ते विकारः. तर्हि यदि विकारः एकमात्रायाः एकवर्णस्य नाम सिङ्गल् विकारः अस्ति चेत् तत् अन्यवत् न भवति, तत् अन्यवत् न भवति नाम तस्य स्वभावः अन्यस्वभावः नास्ति, तदपि न अन्यवत् इत्यनेन तस्य अपि स्वभावः स्थानिनः इव अस्ति. That means you should not take into consideration if there is ekadeshavikara. It is like sthanivat only. It is like sthanivat. So ekadeshavikara, like these small changes don't matter, is what the paribhasha says. So tatha asti chet traya yogah naam madhye yadyapi traya tristhane डैरेक्ट्लि नास्ति, त्रिस्थाने त्रय अस्ति, त्रय तस्य त्रया भवति, परन्तु त्रय त्रया मध्ये केवलम् एकदेशविकारः अस्ति, केवलम् आकारस्य विकारः अस्ति. अतः एकदेशविकृतम् अनन्यवत् इति सूत्रेण तस्य महत्त्वं नास्ति, तदपि स्थानिवत् एव अस्ति. सो त्रया इस् सिमिलर् टु त्रय इस् सिमिलर् टु त्रि इति अस्ति. तर्हि त्रयायोगः नाम इति स्थितौ स्थानिवत् आदेश एकदेशविकृतम् अनन्यवत् इत्यनेन तदपि त्रियोगः नाम इति एव अस्ति स्थिति इति स्थितिः अस्ति. सर्वे अवगच्छन्ति वा इदानीं पर्यन्तम्? अस्तु, तर्हि त्रयायोगः नाम इति स्थित्यौ त्रियोगः आम् इति स्थिति स्थानिवत् भावेन भवितुं शक्नोति. अस्तु, तर्हि महोदय अग्रे पठतु. तस्माच्च त्रिचतुरोस्त्रियां तिसृचतसृ इत्यस्य प्रसक्तिः. तिसृयोगनाम तदा नामी इति अनेन अजन्ताङ्गस्य दीर्घादेशः भवति नाम नाम प्रत्यये परे. अस्यां स्थितौ न तिसृचतसृ इति दीर्घबाधकसूत्रस्य अवसरः स्यात्. अनेन अस्य सूत्रस्य व्यर्थता वारिता. किं लिखितम् अत्र? त्रियोगनाम इति स्थितिः, अतः पुनः त्रिचतुरोस्त्रियां तिसृचतसृ इति सूत्र कार्यं करो इति सूत्रं कार्यं करोति. यदा इति सूत्रं कार्यं करोति तदा तिसृयोगनाम इति स्थितिः भवति. तदा नामी इति सूत्रेण अजन्तस्य दीर्घादेशो भवति, नाम तिसृ दीर्घं भवति. किन्तु अपवादसूत्रमस्ति न तिसृचतसृ, अतः दीर्घबाधकत्वं भवति, अतः तिसृ योगनाम इति एव भवति. नाम यदा वयं तिसृचतसृ न तिसृचतसृ इति सूत्रस्य उपयोगं कर्तुं शक्यते अत्र अपि तत्र व्यर्थं न भवति, तत् सूत्रं व्यर्थं न भवति. एकमेव अस्ति महोदय, तिसृचतुसृ इति सूत्रम् अपवादं नास्ति, बाधकसूत्रमस्ति. बाधकसूत्रमस्ति. तर्हि यथा महोदय उक्तं, यदि त्रयायोगः नाम इति स्थाने यदि स्थानिवत् भावेन पुनः त्रियोगः नाम इति चिन्तयित्वा यदि वयं त्रयास्थाने त्रि इति तदनन्तरं त्रि इति यदि वयं चिन्तयामः तदनन्तरं त्रिचतुस्रो स्त्रियां त्रिचतुस्रो इति सूत्रस्य प्रसक्तिः भवितुं शक्नोति. प्रसक्तिः भवितुं शक्नोति, अतः त्रयायोगः नाम तदनन्तरं तिस्रयोगः नाम भवितुं शक्नोति. इदानीं तु पुनः नामी इति सूत्रेण तिस्र इति पदस्य दीर्घरिकारं भवति नामपरे, परन्तु न तिसु चतुस्र इति बाधकसूत्रम् आगत्य दीर्घस्य निवारणं करोति, अतः सम्यक् रूपं भवति तिस्रनाम. पुनः कस्यापि सूत्रस्य व्यर्थता न भवति इति वार्ता अस्ति. अतः स्थानिवद्भागं स्वीकृत्वा प्राचीनव्याकरणानां यत् मतम् अस्ति यत् त्रिलिङ्गम् अपि व्यर्थ भिन्नरूपेण निमित्तिकम् अस्ति, तदपि वयं स्वीकर्तुं शक्नुमः, यतोहि तदपि तेनापि सम्यक् रूपं जायते. कोऽपि सूत्रं किमपि सूत्रं व्यर्थं न भवति. तर्हि एतादृशचिन्तनेन उभयोः वैयाकरणानां वैयाकरणयोः मतं समीचीनम् अस्ति, सम्यक् एव रूपं भवति इति इदानीं पर्यन्तं चिन्तनम् अस्ति. सर्वे अवगच्छन्ति वा? अधुना सम्यक् अस्ति. हा, सो वी हेव् बीन् एबल् टु रीकन्सैल् बोत् द स्कूल् आफ् थाट्स् और् सो इट् अपियर्स्. परन्तु देट् इस् नाट् द केस्. अत्रापि दोषः अस्ति, अत्रापि दोषः अस्ति यत् यदि स्त्रियाम् इति वयं स्वीकुर्मः निमित्तरूपेण अधुना स्थानिवद्भाव आदेश तदनन्तरम् अपि दोषः भवितुं शक्नोति. देट् इस् द पायिण्ट् देट् वी हेव् नाट् येट् कवर्ड्, सो देट् वी विल् कीप् इन् सस्पेन्स् फार् नेक्स्ट् वीक्. तर्हि दो इट् सीम्स् देट् वी हेव् रीकन्सैल्ड् बोत् द थाट्स्, परन्तु तथा नास्ति. तत्रापि एकः दोषः अस्ति. देट् दोषः किम् अस्ति, तत् वयम् अग्रे पश्यामः अग्रिमरविवासरे. परन्तु इदानीं पर्यन्तं प्रायः सर्वे अवगच्छन्ति इति अहं चिन्तयामि. कोऽपि प्रश्नः अस्ति, पृच्छतु. अस्तु, अस्ति चेत् एकवारं पुनः पठन्तु सर्वे. रेकार्डिङ्ग् शृण्वन्तु, प्रश्नः अस्ति चेत् ईमेल् प्रेषयतु, नो चेत् अग्रिमरविवासरे मेलिष्यामः, अग्रे पठामः. मम प्रश्नः अस्ति, परन्तु अस्मिन् सन्दर्भे नास्ति. पृच्छतु. को भेदः बाधकसूत्र तथा च अपवादसूत्र? सम्यक् प्रश्नः अस्ति, मम अपि प्रश्नः आसीत् गतरविवासरं पर्यन्तं, ममापि प्रश्नः आसीत् परन्तु अहं पृच्छामि. तर्हि तदस्ति, अस्तु, अपवादः सूत्रं बाधकसूत्रम् इति भेदः यत् अस्ति तदस्ति यत् अपवादः सूत्रं स्वतन्त्ररूपेण कार्यं कर्तुं शक्नोति. स्वतन्त्ररूपेण अपवादसूत्रस्य कार्यं भवितुं शक्नोति, परन्तु बाधकसूत्रस्य महत्त्वं तदा एव आगच्छति यदा प्रथमं कोऽपि सूत्रम् अस्ति तदनन्तरं तस्य निषेधं करोति. सो बाधक नाम निषेधकं सूत्रं वा? निषेधकं बाधकसूत्रस्य महत्त्वं तथैव भवति यथा कोऽपि मुख्यसूत्रम् आगच्छति तदनन्तरं बाधकसूत्रम् आगत्य वदति यत् तथा मा करोतु. नाम बाधकसूत्रस्य अन्यत्र कुत्रापि अवसरः नास्ति, स्वतन्त्ररूपेण बाधकसूत्रस्य महत्त्वं नास्ति नास्ति, परन्तु अपवादसूत्रस्य स्वतन्त्ररूपेण कार्यं भवितुं शक्यते, कार्यं भवति. इट् इस् नाट् डिपेण्डेण्ट् आन् अनदर् सूत्र फार् इट् टु फङ्क्षन्. धन्यवादः. तर्हि विरमामः अधुना. धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय.